पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 4 नारद उवाच क्रमेण वर्धमानोऽसौ बाल्यभावे स बालकः निपत्य मारुतोत्सङ्गे सागरं प्रतिधावति आनीय चक्रे स च पञ्चरस्तान् क्रीडापरः केसरिणां किशोरान् सिंहादिने भादिनि युद्धमेवं युद्धोपयोगीव तदीयवीर्यं तस्मादाकाशमुत्पत्य केचरान् पादयेद्भुवि गर्जितैर्भीषयामास स्वर्गं हि सह सागरम् समुद्रान्तर्गतं सर्वं सत्त्वजातं तु पार्थिव ग्रस्थं सिन्धुसुतेनेधि तद्भयाच्छन्नतां गदम् दृष्ट्वा निःसत्त्वकं तोयं तद्भयाद्वडवानलः निजदेशं परित्यज्य प्रविवेश हिमालयम् स बालत्वं परित्यज्य क्रमेणार्णवनं धनः ततो नवं वयःप्राप्य विक्रमेणाक्रमद्दिवम् एकदा पितरं प्राह समुद्रं सिन्धुनन्दनः मन्निवासोचितं स्थानं देहि तातादिविस्तृतम् सम्बुद्ध्य वचनं सूनोः सजगादमहार्णवः पुत्र दास्याम्यहं राज्यं तव वा भुवि दुर्लभम् अनन्तरं दैत्यगुरुसमुद्रं भार्गवो गतः तमागतं विलोक्याभिर्विधिना समपूजयत अथ नदीपदिदत्ते प्राप्तसौन्दर्यनिर्यन्मणिमहसि तस्मिन्नासने सन्निविष्टः रुचिररुचि सुमेरोः सुन्दरे शृङ्गभागे कमलज इव कान्तिं किञ्चिदुच्चैर्जहार कृताञ्जलिपुडो भूत्वा व्याजहारार्णवकविं दिष्ट्या तवात्रागमनं वद किं करवाण्यहं तदा दैत्यकुलाचार्यः प्राहतं सागरं कविः किं तेन जादुजातेन माधुर्यौवनहारिणा प्ररोहदि नयस्वस्य वंशस्याग्रे ध्वजो यद्धा तवात्मजो विक्रमेण त्रैलोक्यं भोक्ष्यदि ध्रुवं जम्बूद्वीपे महापीठं योगिनी गणसेविदम् आप्लाविदं त्वयेदानीं मुञ्ज जालन्धरालयम् तत्र राज्यं प्रयच्छास्मै तनयाय महार्णव अजेयश्चाप्यवध्यश्च तत्र स्थोऽयं भविष्यति एव मुक्तोर्णवः प्रीत्या भार्गवेणाधलीलया अपासर्पत्सुतप्रीत्यै जले स्थलमदर्शयद शतयोजनविस्तीर्णमायातं च शतत्रयं देशं जालन्धरं पुण्यं तस्य नाम्नैव विश्रुतं दैत्यवर्यं समाहूय मयं प्रोवाच सागरः पुरं जालं धरे पीठे कुरु जालन्धराय वै अम्बोधिनैव मुक्तस्तु चक्रे रत्नमयं पुरम् प्राकारगोपुरद्वारं सोपानगृहभूमिकं यत्रेन्द्रनीलसम्बद्धप्रासादतलसंस्थिताः मेनिरे जलदोद्योगं ताण्डवस्ताशिखण्डिनः यत्र प्रवालमाणिक्य भवनोद्धामरीचयः सेव्यन्ते शकुनैश्चूदरुचिराङ्कुरशङ्कया यत्र काञ्चनहर्म्येषु त्विषो वह्निषु कादराः विलोक्य प्रपलायन्ते दावशङ्खाशिखण्डिनः यत्र स्फटिकशालोद्धप्रभाः सम्मिश्रिता दिशः विभ्रान्तिमन्दरोद्भ्रान्तास्फेनार्णवसन्निभाः यत्र मोहं स्वहर्म्येषु विभादालोकसंस्थिताः चक्रिरे ललनापूर्णसान्ध्यचन्द्रोपमाननाः यतेन्द्रनीपकादम्बपवनोद्यानमोदिताः चित्तं विशन्त्यो नारीणां चक्रिरे मोहनज्वरम् यत्र लेख्यगतं नृणां विलोक्य सुरतं जनः संयादि द्विगुणं नूनं निजकान्तारतोद्यमः यत्र वादायनोद्धूतधूपधूमस्य लेखयः नभो बभूव तद्गङ्गाकालिन्दी सङ्गमोपमम् यत्रानेकगृहोद्भूतप्रभया सकलं नभः विभ्रातीन्द्रायुधाकीर्णं शरण्मेक इवोन्नतः यत्रानिशं भ्रमभ्रान्ताः सूर्यवाहा प्रपीडिताः विश्रामं यान्ति मध्याह्ने प्रासाद शिरसि स्थिताः यत्र कुत्र जहर्म्येषु बिभ्रत्यो मालदीस्रजः रात्रौ सम्भूतनक्षत्र इवरेजुर्वराङ्गनाः यत्र हाडकहिन्दोलशृङ्खलाकर्षणोद्भवः चकारसुन्दरीं शब्दस्फुटम् मेरुभुवो भुवं साकं सरिद्धिपुत्रस्योशनसा सह सागरः तत्राभिषेकमकरोद्वादित्रैर्निजगर्जितैः या स्कन्धस्य जगाद तारक जये देव स्वयम्भू स्वयं स्वसाम्राज्य महोत्सवेऽपि च शचीकान्तस्य वाचस्पतिः ताभिश्चित्रविरञ्चि वक्त्रसरसी हंसीभिराशास्महे वाणीभिर्वसुधा विवाहसमये मन्त्रोत्सवैर्मङ्गलम् महापद्मसहस्रं तु सैन्यमात्मोदरोद्भवम् जालन्धराय पुत्राय ददौ भीमं महोदधिः जालन्धराय शुक्रोऽपि प्रीत्या विद्यां निजां ददौ मृतसञ्जीवनीं नाम्ना मायां रुद्रविमोहिनीं शस्त्रास्त्रविद्या अन्याश्च विधिना अब्धिसूनवे यदन्यत् सकलं तस्मै व्याख्यातं कविना तदा ततो जालन्धरं पुत्रमभिषिच्यार्णवो ययौ स्वस्थानं दिव्यदेहेन नदीभिः परिवारितः दृष्ट्वा जालन्धरो दिव्यपुरं गोपुरमण्डितं व्यचरत् सह शुक्रेण द्विजसङ्घैः सुपूजितः एतस्मिन्नन्तरे दैत्याः पादालस्था महाबलाः प्राप्ता जालन्धरं सर्वे कालनेमि पुरोगमाः ततो महाबलावीरा बलं क्षीरोदसन्निभं त तस्य शुम्भासुरं दैत्यं सेनापतिमकल्पयन् बलं स्ववशगं कृत्वा भुवि स्थिरं जलं जालन्धरस्तदा राज्यं पितृदत्तं चकारसः अत्रान्तरे सराक्काजित्स्वर्णेत्यासीत् पुरा दिवि तस्या क्रौञ्जप्रसादेन वृन्दानामसुदाभवद धात्रा विभवसंयुक्तं सौन्दर्यं यत्कृतं पृथक् तत्तदेकगदं द्रष्टुं वृन्दागात्रं विनिर्मितं तां वृन्दामदिचार्वङ्गीं प्रमदां जनमोहिनीं स्वर्णाजालन्धरस्यार्थे ददौ शुक्राय याचते शुक्र उवाच कन्दर्पस्य जगन्नेत्र शास्त्रेणाश्चर्यकारिणा रूपेणानेन रम्भोरुदीर्घायुत्सुखिनी भव निर्माय स्वयमेव विस्मितमनसौन्दर्यसारेण यं स्वव्यापारपरिश्रमस्य कलशं वेधा समारोपयद कन्दर्पं पुरुषं स्त्रियो विदधते यस्मिन्न दृष्टे सदि द्रष्टव्यावधि रूपमाप्नुहि पदिं तं दीर्घनेत्रं भडम् उपयेमे विवाहेन गान्धर्वेणार्णवात्मजः वृन्दां तौ दम्पती जातौ जनानान्तकरौ नृप चञ्चलत्वं परित्यक्तं तया जालन्धरोपिः वृत्तेन वृद्धकार्येण चकमेन परस्त्रियं कदाचित् स सभासीनो दृष्ट्वा राहुं शिरोहृदं कस्मात् कायार्थशेषोऽयम् इति पप्रच्छ भार्गवं स तस्य कथयामास पूर्ववृत्तान्तमादितः यथा निर्मथितो देवैः क्षीरोदो मृतकारणात् तच्छ्रुत्वा विस्मितो वाक्यं प्राह जालन्धरोऽसुरः प्रसादसुमुखो राहुं कामरूपो भवाधुना इति शुक्रस्य मन्त्रेण सिन्धुसूनुः प्रतापवान् पितृव्यं संस्मरन्वीरविग्रहं त्वकरोत्सुरैः इति श्रीपद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे नारद युधिष्ठिरसंवादे जालन्धरोपाख्याने वृन्दा विवाहो जालन्धराभिषेको नाम चतुर्थोऽध्यायः ॐ